गतवर्गे कर्मकर्मणि भावे च इति करपत्रे द्वितीयकरपत्रे अस्माकं सार्वधातुकलकारेषु रूपाणि कथं भवन्ति लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु रूपाणि कथं भवन्ति इति अस्माभिः पठितं खलु. तत्र मुख्यम् अस्ति यत् मध्ये यक् प्रत्ययः आगच्छति तदनन्तरम् अन्यानि कार्याणि भवन्ति. तत्र अस्माभिः सनन्तधातूनां कृते, यङ्गन्तधातूनां कृते, निजन्तधातूनां कृते अपि सर्वम् अस्माभिः पठितं. तत्र किमपि नास्ति, तत्र केवलं धातु योगः यक् तदनन्तरम् अन्यानि कार्याणि भवन्ति. इदानीं बि बिन्दुः अस्ति खलु, आर्धातुकलकारेषु कार्यं कथं भवति, आर्धातुकलकारेषु कार्यं कथं भवति इति अस्ति. यथा लिट् लुट् लृट् लृङ् आशीर्लिङ् लुङ्, तत्र भावकर्मणे रूपाणि कथं भवन्ति इति अस्ति. तत्र अस्माभिः किं तत्र प्रथमं तु यक् प्रत्ययः इदानीं न आगच्छति, यतोहि किं, यतोहि तत्र सार्वधातुकलकार नास्ति खलु, आर्धातुकलकार अस्ति, अतः यक् प्रत्ययः मध्ये न आगच्छति. तर्हि बहुत्र तु यथावत् रूपाणि सन्ति कर्तरिप्रयोगे, तथैव रूपाणि सन्ति कर्मणि भावे प्रयोगे अपि. केवलं रूपं सर्वदा आत्मनेपदी रूपं भवति इति एव भवति, अन्यथा कर्त्री एव भवति. यथा पा धातुः अस्ति खलु, पा धातुः लृट् लकारे कर्त्री किं भवति, पास्यति. तस्य कर्मणि भावे प्रयोगः भवति पास्यते, किमपि नास्ति, केवलम् आत्मनेपदत्वं भवति, अन्यथा कोऽपि भेदः नास्ति. तथैव दास्यति, दास्यते इति. तर्हि किञ्चित् नूतनम् अस्ति, तद् वयम् अग्रे पठिष्यामः, परन्तु सामान्यतया किमपि कार्यं नास्ति. तिरुपति महोदय, भवान् पठतु. कुतः बि बिन्दु अस्ति खलु, लिट् लुट् लृट् लृङ् आशीर्लिङ्ग् आशीर्लिङ्ग् अपि च आशीर्लिङ्ग् लिट् लुट् लृट् लृङ् आशीर्लिङ्ग् लुङ् एषु लकारेषु यक्प्रत्ययः न विधीयते. सार्धातुके यक् इति सूत्रेण धातुभ्यः यक्प्रत्ययः भवति भाववाचके, कर्मवाचके च सार्धातुके प्रत्यये परे. अस्य कथनस्य आशयः एवं यत् भाववाचके, कर्मवाचके च आर्धातुके प्रत्यये परे यक् प्रत्ययः न विधीयते. यक् आर्धातुके प्रत्यये परे यक् प्रत्ययः न विधीयते. लिटि लुटि लृटि लृङ्गि आशीर्लिङ्गि लुङ्गि च धातुना यः प्रत्ययः दृश्यते सः आर्धातुकं न तु सार्धातुकम्. अतः येषु लकारेषु भावार्थे कर्मार्थे च यक् न भवति इति. वयं सार्धातुके यक् इति वदामः पश्यामः, तत्र भावकर्मणोः सार्धातुके प्रत्यये परे यक् प्रत्ययः भवति. परन्तु इदानीं तु लिट् लुङ् लिट् लुट् लृट् लृट् लृङ् आशिलिङ्ग् एतेषु षट्सु लकारेषु एते आर्धात्कप्रत्ययाः सन्ति. वयं जानीमः किमर्थं कथं भवति इति, से आर्धात्कप्रत्ययाः. अतः तत्र यक् प्रत्ययः न भवति सार्धातुके यक् इत्यनेन, सार्धातुक नास्ति इति कृत्वा. अतः भावकर्मणुः इत्यनेन आत्मनेपदित्वं यदि विधीयते तावदेव इति चिन्तयामि. अग्रे पठामि वा? पठतु. एषु षट्सु लकारेषु एकमेव कार्यं सर्वत्र भवति, भावे प्रयोगे, कर्मणि प्रयोगे च सर्वेभ्यः धातुभ्यः आत्मनेपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते. आत्मनेपदि भावे केन सूत्रेण इति, भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति इति सूत्रं वक्ति. अतः अनेन केवलम् आत्मनेपदिप्रत्ययः विधीयन्ते, यः कोऽपि मध्ये विकरणप्रत्ययः न आगच्छति इति अस्ति. एषु षष्ठु लकारेषु भावकर्मप्रक्रियायां भावार्थकं कर्मार्थकं चिह्नम् अन्यत् किमपि न भवति. अतः येषु लकारेषु धातुः आत्मनेपदी चेत् कर्तृत्वे कर्मार्थे च बहुत्र रूपं समानमेव. किमर्थं चेत् मध्ये किमपि नूतनं नास्ति इति कृत्वा यदि मूलतः एव धातुः आत्मनेपदी अस्ति चेत् कर्तरि कर्मणि तयोः रूपभेदः न भवति इति अस्ति. धातुः परस्मदि अस्ति चेत् आधिक्येन तावानेव भेदः भवति. कर्तरि कर्मणि चेत् कर्तृत्वे परस्मैसंज्ञकः भवति, परस्मैसंज्ञकः तिङ्प्रत्ययः विधीयते. कर्मार्थे च आत्मनेपदसंज्ञकः तिङ्प्रत्ययः विधीयते. यथा पापाने इति धातुः परस्मैपदी, यश्च च कर्तरि लृटि पास्यति भवति. कर्मणि लृटि पायोग स्यायोग ते इति अस्ति, पास्यते इति भवति. एवमेव यथा ची इति अस्ति, कीयोग स्यायोग ति क्येष्यति इति भवति, तत्र गुणः भवति क्येष्यति. इदानीं आत्मनेपदि क्षमनं ची इति रूप उभयपदि अस्ति, क्येष्यति क्येष्यते इति अस्ति मूले कर्तृवाच्ये. कर्मवाच्ये केवलम् आत्मनेपदिरूपं क्येष्यते. अत्र लिटि कर्तरि यत् क्येष्यते इति अस्ति, कर्मणि अपि शेष्यते एव अस्ति. नी इति अस्ति, नी धातुः नेष्यति इति परस्मैपदिधातुः अस्ति नेष्यति, परन्तु कर्मवाच्ये ते इति प्रत्ययः विधीयते, अतः नेष्यते. यथा हू होष्यति होष्यते. भू धातुः अस्ति भविष्यति इति भवति, भूयोग स्यायोग ति तत्र भू भवि इति भवति गुणः भूत्वा यव प्राय तत्र ईडागमः भवति, भविष्यति इति भवति. इदानीं भविष्यते, करिष्यति करिष्यते. कृ धातुः रूप उभयपदि अस्ति, तर्हि कर्तरि यद् रूपमस्ति आत्मनेपदिरूपं करिष्यते, तदेव कर्मणि अपि करिष्यते एव. तरिष्यति तरिष्यते, हनिष्यति हनिष्यते, ग्रहीष्यति ग्रहीष्यति ग्रहीष्यते. द्रक्ष्यति इति अस्ति, दृष्टातो द्रक्ष्यति इति रूपं, परन्तु कर्मणि द्रक्ष्यते. लेखिष्यति लेखिष्यते, मोदिष्यते. मुदु धातुः अस्ति, इदानीं मूले एव आत्मनेपदिधातुः अस्ति, तर्हि किमपि भेदः नास्ति. आत्मनेप क्षम्यतां कर्तरि कर्मणि च समानरूप रूपे स्तः. मोदिष्यते मोदिष्यते इति कर्तरि कर्मणि इति अस्ति. सामान्यमस्ति अत्र, सामान्यकार्यं किमपि नास्ति, यत् केवलम् आत्मनेपदि प्रत्ययः विधीयते एव, तावदेव भेदः अस्ति. श्रूयते वा महोदय? आमां महोदय श्रूयते श्रूयते. किमपि प्रश्नः अस्ति वा कस्यापि? यथा मया उक्तं किमपि तत्र नास्ति, यत् रूपं कर्तरि वाच्ये अस्ति तदेव रूपं कर्मणि भावाच्ये अपि भवति, केवलं तत्र आत्मनेपदित्वं भवति, अतः अन्य किमपि नूतनभेदः नास्ति, मध्ये नूतनप्रत्ययः न विधीयते, किमपि नास्ति. अस्तु, सर्वे अवगच्छन्ति? आं महोदय, तत्र क्लेशः नास्ति, सामान्य इदानीं द्रष्टव्यम्. अस्तु, तर्हि अग्रे मदर् महोदय अग्रे पठतु, अग्रे यत्र यत्र. आं महोदय, अग्रे यत्र यत्र कस्यचित् विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते. लिट् लकारः कर्मणि भावे च किं विशिष्ट धातोः अस्ति महोदय? अहं न अवगच्छामि महोदय. विशिष्टधातोः कार्यं भवति तत्र तत्र उच्यते. ओ आम्, लिट् लकारः कर्मणि भावे च. लिट् लकारे कर्तर्थे यस्य यस्य धातोः यत् यत् तिगन्तरूपं भवति तस्य तस्य धातोः तत्तत् एव तिगन्तरूपं भवति कर्मणि भावे च. केवलं स्मर्यन्तव्यं यत् अत्र भावकर्मण्योः इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति. अत्र अत्र लिट् लकारे अपि तिगन्तरूपं भवति तदेव कर्मणि तदेव रूपं समानं भवति केवलम् आत्मेपदिनः रूपं भवति यथा पठतु यथा भू धातुः कर्तरिप्रयोगे बभूव कर्मणि प्रयोगे बभूवे तदैव सर्वत्र अतः लिट् लकारः कर्तते यथा पठ्यते अस्माभिः तदा यानि तिगन्तरूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि च अपि भवन्ति आत्मेपदसंज्ञकः तिङ् प्रत्ययै सह भूधातु बभूव इति भवति इति कर्तते कर्मणि प्रयोगे बभूवे इति आत्मेपदः भवति सर्वत्र तदैव भवति आत्मेपदिनः एव भिन्नः अस्ति अत्र तर्हि लिट्लकारे कर्त्रर्थे यः रूपं भवति तदेव रूपमस्ति कर्मणि भावे अपि केवलम् आत्मनेपदे यथा भूधातुः अस्ति कर्तरिप्रयोग बभूव तद् यदि वयम् आत्मनेपदीनि रूपं कुर्मः चेत् किं भवति बभूवे अतः कर्मणि भावे बभूवे भवति अतः लिट् लकारः कर्त्रर्थे यदा तदा यानि तिङन्तरूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदकसंज्ञक तिङ्प्रत्ययी सह नाम केवलं लिट् लकारस्य कर्त्रर्थरूपं गृह्णातु तद् रूपम् आत्मनेपदि करोतु भवति चेत् भवति चेत् शुद्धरूपं भवति किञ्चित् तत्र किमपि क्लेशः नास्ति नूतनं किमपि नास्ति अतः लिट् लकारः कर्तरथे यदा पठामि पठ्यते अस्माभिः तदा यानि तिङन्तरूपाणि तत्र भवन्ति तानि एव रूपाणि कर्मणि अपि भवन्ति आत्मनेपदसंज्ञक तिङ् प्रत्ययी सह आगच्छन्ति वा आं महोदय इदानीं पर्यन्तं नास्ति अग्रे वदामि वा अग्रे पठतु महोदय लुट् लुट् लृङ् आशिलिङ् कर्मणि भावे च अजन्तदातवः हन् गृह दृश् स्या चित् सियुतासिषु भावकर्मण्योर् उपदेशे अजनुनासि गृहदृशां वा चिन् वदिड् च भावकर्मे विषये आदधातुः उपदेशे अजन्तधातूनां हन् गृह दृश् च धातूनां विकल्पेन चिन्वत् कार्यं भवति स्यचित् स्युतासि इत्येषु परेषु चिन्वत् पक्षे स्यसि स्यचित् स्युतासीन् तासीनाम् इडागमो भवति आर्धधातुकपक्षे इत्यनेन आर्धधातुक उपदेशे इत्यनेन आर्धधातुको उपदेश अवस्थायाम् अजन्तदातः इत्यनेन लुट् लुङ् च तास् इत्यनेन लुट् चित् इत्यनेन लुङ् सियुत् इत्यनेन आशीर्लिङ् न तु इदलिङ्ग् यतोहि इदं सूत्रम् आर्धदातुके इत्यस्य अधिकारे अस्ति। चिन्वत् पक्षे इदागमो भवति सर्वत्र, नाम धातु अणिट् चेदपि चिन्वत् भावः इत्युक्तौ चिनि प्रत्यये परे यानि कर्माणि भवन्ति तानि अत्रापि भवन्ति। श्य च सिच् च स्युच्च तासि च तेषाम् इत्रेतद्वन्द्वः स्य चित् स्युतास्य तेषां स्य चित् स्युतासिषु भावश्च कर्म च भावकर्मणि तयोर्भावकर्मण्योः। अच्च हञ्च ह च दृश् च तेषाम् इत्रेतद्वन्द्वः अजन्नग्रहदृश तेषाम् अजन्नग्रहदृशां चिनि इव चिन्वत् स्य चित् स्युतासिषु सप्तम्यन्तं भावकर्मण्योः सप्तम्यन्तम् उपदेशे सप्तम्यन्तम् अजन्नग्रहदृशां षष्ट्यन्तं वा अव्ययपदं चिन्वत् अव्ययपदम् इट् प्रथमान्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् आर्धदातुके इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् आर्धधातुको उपदेशे अजनगृहदृशाम् अङ्गानां वा चिन्वत् इट् च स्य चित् स्युतासिषु भावकर्मणयोः। किं लिखितं भावकर्मणि विषये? हन् गृह दिश् धातूनां विकल्पेन चिन्वत् कार्यं भवति इति उक्तं। चिन्वत् अजन्तधातूनामपि भवति। न अवगतं महोदय। अस्तु रघुपतिमहोदय, भवान् अवगच्छति? हा आं महोदय। अत्र स्या सि स्या इति अस्ति, स्या इति तत्र लिट् लकारे सिच् लिट् अपि च लुङ् लकारे अपि भवति। सिच् इति लुङ् लुङ् लकारे प्रायः, सि युट् इति आशीर्लिङ्ग्, तास् इति लुट् लकारे। तेषु तत्र भावकर्मणि इत्युक्ते तत्र कर्मणि कर्मणि वाच्ये किं भवति, अजन्तानाम् अपि च हन् गृह दृश् इति हलन् हलादिदातवः, अजन्तदातवः अनन्तरं परिगणित हलन्तदातवः, हन् दृश् गृह धातूनां विकल्पेन चिण्वत् कार्यं भवति इति अस्ति। विकल्पेन चिण्वत् कार्यं भवति, चिण्वत् कार्यम् इति किम् इति अग्रे आयच्छति। चिण्वत् इत्युक्ते णित् अस्ति कृत्वा तत्र चिन्वत् कार्यं भवति विकल्पेन, अपि च इडागमः अपि भवति इति अस्ति। इडागमः यद्यपि तद् धातुः इडियोग्यः भवेत् अथवा न वा, अत्र इड् भवति एव, विकल्पेन भवति इति अस्ति। तत्र चिन्वत् कार्यं किम् इति अग्रे अस्ति, अग्रे दत्तमस्ति। चिन्वत् भव इत्युक्ते णित् अस्ति इति कृत्वा तत्र वयं सानिमः अचोर्णिति अथ उपदाय इति सूत्रद्वयं भवति, अनेन तत्र वृद्धिः भवति इति अस्ति। चिन्वत् कार्यं तदेव अस्ति तत्र एषु लकारेषु, इत्युक्ते लृट् लकारे, लृङ् लकारे, लुट् लकारे, अपि च लुट् लकारे, सियुट् आशीर्लिङ्ग् लकारेषु तत्र चिन्वत् भावः भवति, इडागमः भवति विकल्पेन इति अस्ति। अन्यथा सामान्यकार्यं भवति यत् तत्र चिण्वद् अपक्षे यत् सामान्यकार्यं यदस्ति तदेव भवति इति अस्ति। सम्यक् वा महोदय? आमां। त्रीणि कार्याणि, चत्वारि कार्याणि सन्ति इति अत्र दत्तमस्ति, अग्रे अस्ति चिन्वत् पक्षे किं किं कार्यं भवति इति दत्तम्। अचोर्णिति ते अथोपद इति उक्तवान्, अत्र अन्ये अपि सन्ति तत्र, वयं दृष्टवन्तः तत्र नित् निजन्तप्रकरणे वयं दृष्टवन्तः, आतो युक् हो हन्ते निन्नेषु इति वयं दृष्टवन्तः। तत्र अन्यदस्ति चिन्नमलोह दीर्घ अन्यतरस्यामिति नितां विकल्पेन उपदादीर्घः इति चत्वारि अग्रे अस्ति चिन्नत् इति किं चिण् इति चिण् चिण् यत्र यद्यपि सिच् इति अस्ति स्या इति अस्ति सिच् सियुट् तास् इति चिण् नास्ति खलु चिण् इति णित् नास्ति चिण्वत् कार्यम् अतिदेशे आरोप्यते चिण्वत् भवति इति चिण्वत् इत्युक्ते चिण्वत् चिण् चिण् प्रत्यये परे यत् कार्यं भवति तद् कार्यम् अत्रापि भवति इति अस्ति अतिदेशः भवति विकल्पेन चिन् इति प्रत्यये अस्ति वा सत्यम् चिन् चिन् चिन् तस्य अर्थः किं रघुपदेव वदतु चिण् इति प्रत्ययः चिण् चिण् इति प्रत्ययः खलु तत्र चिण् इति प्रत्ययः कोऽपि अर्धकप्रत्ययः इति चिन्तयामि अत्र अहं न जानामि तत् चिण् इति विकरणप्रत्ययः आगच्छति वा कुत्रापि अन्येषु लकारेषु चिण् चिण् इति प्रत्ययः आगच्छति खलु चिण् इति तत्र चकार लोपः भवति णकारः लोपः भवति ई एव अवशिष्यते एतत् णित् अस्ति इति कृत्वा तत्र यत् कार्यं भवति णित् कार्याणि अत्र भवन्ति इति अस्ति तावदेव अस्तु तर्हि किमस्ति प्रथमं तु अस्ति स्य सिच् सियु तासिषु नाम निमित्तानि कानि कानि स्य इत्युक्ते लृट् लकार लृङ् लकार तदनन्तरं सिच् सिच् इत्युक्ते लुङ् लकार आम् सियुट् इत्युक्ते आशीर्लिङ्ग् आशीर्लिङ्गे सियुट् भवति खलु तस्य तासिषु इत्युक्ते तास् तास् तास् इत्युक्ते किम् लुट् लकारे सतासि लुटोः इति वयं दृष्टवन्तः खलु लुट् लकारे तास् तास् अस्ति लुट् लकारे खलु तर्हि आहत्य लट् लुट् लिट् लिङ् लुङ् अपि च आशीर्लिङ् एतेषु किं भवति यदा भावकर्मणोः चर्चा भवति तत्र अजन्तधातु अजन्ताङ्गं हन् ग्रह द्रश् इति अजन्तधातु हन् ग्रह द्रश् इति अङ्गानां कृते नूतन एकः नियमः अस्ति रूपद्वयं भवति एकस्मिन् पक्षे यदा चिन्वद्भावः नास्ति चिन्वद्भावः नास्ति तत्र तु सामान्यतया यथा रूपं भवति तदेव भवति प्रायः किं यत् कर्तृवाच्यरूपम् अस्ति तदेव कर्मवाच्यरूपम् अपि भवति आत्मनिपरित्वं कृत्वा परन्तु अन्यस्मिन् पक्षे द्वितीयपक्षे किं चिन्वद्भावः भवति चिन्वद्भावः इत्युक्ते किं चिन्वद्भावः इत्युक्ते चिन् मध्ये के अस्ति नकारस्य इति संज्ञा अस्ति खलु चिन् मध्ये नकारस्य इति संज्ञा अस्ति तर्हि नकारस्य इति संज्ञा तु अस्ति अपि च चकारस्य अपि संज्ञा खलु आम् तर्हि णित् प्रत्यय अस्ति णित् णित् अतः यत् कार्याणि णिच् प्रत्ययानां कृते भवन्ति णिच् प्रत्ययः अपि णित् अस्ति खलु णित् अत्र चिन् मध्ये अपि णकारस्य संज्ञा अस्ति अतः णित् प्रत्ययः अस्ति तर्हि यादृश यावत्पर्यन्तं कार्याणि भवन्ति यदा नकारस्य संज्ञा अस्ति तानि एव अत्र अपि भवन्ति ओके नाम वृद्धिकार्यं भवति अचोर्णिति अत उपधायाः भवन्ति एक अन्यस्मिन् पक्षे अपि च यदा चिन्भावः भवति चिन्वद्भावः भवति तदा इडागमः अपि भवति सर्वदा तर्हि एकस्मिन् पक्षे न चिन्वद्भावः अस्ति न इडागमः अस्ति सामान्यरूपम् अन्यस्मिन् पक्षे इडागमः अपि भवति अपि च इडागम क्षम्यतां चिन्वद्भावः अपि भवति अपि च इडागमः अपि भवति इति तर्हि उदाहरणानि पठामः अग्रे पठतु महोदय हा महोदय एकनिमिष तत्र चिन्वत् चिन्वत् भावः इत्युक्तौ यः प्रत्ययः धातुतः विधीयते सः णित्वत् अस्ति अतः तदनुसृत्य कार्यं धातौ भवति यद्यपि स्या सिच् सियुट् तासि इति प्रत्ययः णित् न सन्ति तथापि अत्र णित्वम् अध्यारोपितं तेषु तदनुसृत्य च कार्यं विधीयते यत्र णित्वत् भावः भवति तत्र इमानि कार्याणि भवन्ति यथासङ्गम् यथासङ्गम् इति यथा अवकाशः भवति तथा तादृशकार्याणि भवन्ति अचोर्णिति इति अस्ति अत्र तत् अचोर्णि अचः अङ्गस्य वृद्धिः भवति इति अस्ति अत उपदाः इत्यनेन तत्र उपदायाम् अकारस्य ह्रस्वकारस्य वृद्धिः भवति इति अस्ति एतत् सूत्रद्वयं वयं जानीमः आतोयुक् चिण्कृतोः इति अस्ति अत्र आकारस्य आकारान्ताङ्गस्य दीर्घाकारान्ताङ्गस्य युगागमः भवति इति चिण्कृतोः इति युग आगमः इति अस्ति अतो युक् चिण्कृतोः इत्यनेन युगागमः भवति युक् आगमः भवति अग्रे ओहन्ते निन्दिनेषु इत्यनेन तत्र हन्तेः हकारस्य हन्तेः हकारस्य कुत्वं भवति कत्र भवति नित् प्रत्यये परे नित् नित् प्रत्यये परे कुत्वं भवति तर्हि हन् इत्यस्य घन् इति भवति अतः इत्यनेन हन् कुत्वं भवति इति तृतीयः चतुर्थः अस्ति चिण् नमुलोः चिण् अपि च नमुल् इत्यस्य प्रत्ययस्य दीर्घः भवति अन्यतरस्य विकल्पेन दीर्घः भवति कुत्र मितां मित् मिदादिगणे पठितः धातवः सन्ति तेषाम् उपधादीर्घः विकल्पेन भवति इति अस्ति तत् चिण् प्रत्यये परे इदानीं णित्वत् भावः भवति एतानि कार्याणि सन्ति चिण्वत् पक्ष एतानि चत्वारि कार्याणि भवन्ति अत्रापि स्या किमस्ति अत्र स्या सिच् ता सियुट् तासिषु इति स्या सिच् तत्र तेषु एतानि कार्याणि भवन्ति विकल्पेन भवन्ति इति अपि अस्ति इति अस्ति अपि च इडागमः अपि भवति अस्तु महोदय विकल्पेन तर्हि अस्माभिः पठितं यत् चिण्वद्भाव इत्युक्ते किं चिण्वद्भाव इत्युक्ते किं चिन् मध्ये किम् अस्ति चिन् इत्युक्ते यत्र णकारस्य इति संज्ञा अस्ति खलु अतः णित् अस्ति तर्हि यानि यानि कार्याणि णित् प्रत्ययानां कृते भवन्ति तानि अत्र अपि भवन्ति यथा अचोण्णिति अत्र अस्ति खलु णित् णित् इति प्रत्ययः णित् णित् अस्ति चेत् अजन्त अङ्गस्य वृद्धिः भवति तर्हि अत्र अपि वृद्धिः भवति यथा यदा चिन् यथा चिन्वत् कार्यं भवति तथा वृद्धिः भवति तथैव अत उपधाया मध्ये उपधायाः अकारस्य वृद्धिः भवति इति अस्ति तदनन्तरम् आतो युक् चिन् कृतो चिन् अस्ति खलु चिन् चिन् अस्ति तत् अकारान्त धातोः अङ्गस्य युगागमः भवति तथैव चिन् मध्ये अपि भवति चिन् चिन् लिखितमस्ति खलु अत्र आतो युक् चिन् कृतो चिन् अत्र अपि चिन् अस्ति खलु तर्हि चिन् कृतो चिन् मध्ये आकारान्त अङ्गस्य युगागमः भवति हो हन्तेर्निण्णेषु अत्र अपि नित् नित् प्रत्ययानां कृते हन् धातोः कुत्वं भवति यथा हन् धातुः अस्ति खलु तस्य घातक इति रूपं भवति घातक खलु तर्हि तत्र घातक हकारस्य घकारः कथं भवति अनेनैव सूत्रेण अन्ते चिन् नमुलो चिन् पदे खलु किं हन् योग नूल् खलु नूल् इति अस्ति नित् अस्ति इति कृत्वा एव चिन्नमुलो दीर्घो अन्यतरस्याम् अत्र किमस्ति चिन्नमुलो चिड् चिद् अस्ति चेत् मित् इति अन्तर्गणः अस्ति खलु मित् तत्र विकल्पेन उपधायाः दीर्घत्वं भवति इति अस्ति तत् तस्य प्रथम प्रत्येक उदाहरणम् अग्रे अग्रे वयं द्रक्ष्यामः अस्तु अग्रे महोदय पठतु अत्र प्रश्नः उदेति अत्र प्रश्नः उदेति आर्धातुकस्य इडुवलादेः इत्यस्य परत्वात् कथं न प्राप्नोति, अनेन एव इडागमः भवेत्। आर्धातुक इति तत्र अष्टम सप्तमाध्यायस्य द्वितीयपादस्य पञ्चत्रिंशत्तमं सूत्रमस्ति, परसूत्रमस्ति एतत् सूत्रम्। आर्धातुकोपदे स्यासिट् त्रासिषु इति तत्र चतुर्थपादे अस्ति, षष्ठ अध्यायस्य। अतः तत्र आर्धातुक इड्वलादेः इत्यनेन पर इडागमः न भवति वा इति प्रश्नः। अत्र तत्र इडागमः भवति इति उक्तं खलु, तत्र स्यासिट्सिट्रासिषु चिन्वत् इट् च इति इडागमः अस्ति, परन्तु आर्धातुक इड्वलादेः इत्यनेन कथं न प्राप्नोति, परसूत्रमस्ति कृत्वा इति प्रश्नः इति अस्ति। अत्र वयं जानीमः किमस्ति अत्र विप्रतिषेधे परं कार्यम् इति वयं जानीमः, तत्र परसूत्रमेव बलवत् भवति इति अस्ति। अत्र उत्तरम् अग्रे हा इदानीम् अत्र किमर्थं न भवति इति पठनीयं। तर्हि प्रश्नः अस्ति अत्र, यत्र चिण्वत् चिण्वद्भावः अस्ति तत्र इडागमः अपि भवति खलु। सामान्यतया अस्माभिः पठितं यत् इडागमस्य सूत्रं किम्, आर्धातुकस्य इड्वलादेः खलु। तर्हि अत्र इडागमः यद् भवति तदस्य सिच् सियुट् तासिषु अनेन सूत्रेण इडागमः भवति वा, अथवा आर्धातुकस्य इड्वलादेः अनेन सूत्रेण भवति वा? आर्धातुकस्य इड्वलादेः इति परसूत्रमस्ति, अतः कोऽपि वक्तुं शक्नोति यत् तेनैव इडागमः भवेत्। परन्तु तथा नास्ति। किमर्थं नास्ति अग्रे द्रक्ष्यामः। तर्हि सर्वे अवगच्छन्ति खलु? आं महोदय, प्रश्नः अवगच्छामि। अत्र प्रश्नः उदेति तावत् अग्रे पश्यतु। आं वा? आमाम् अत्र प्रश्न उदेति, आर्धातुकस्य इड्वलादेः इत्यस्य परत्वात् कथं न प्राप्नोति, अनेन एव इडागमो भवेत्। अत्र महाभाष्यश्लोकः सिन् वृद्धि युक्त्वा युक्च हन्तेश गत्वं दीर्घश्चोक्तो यो मितां वा चिनीति इत् चासित् दस्तेन मे लुप्यते निर्नित्याश्याम् वल्नि मितो विघाति। अत्र स्यासित् स्युतासिषु भावकर्मणियो उपदेशे अजनुग्रहदृशां वा चिन्वत् लिट् च इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः। यथोक्तं चिन्वत् भावेन वृद्धिः युक् आगमः हन् धातोः कुत्वं मितां वैकल्पिक आर्द उपधायां दीर्घ इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ द्वितीयपङ्क्तौ च इदागमस्य प्रसङ्गः। इट् चासित् द्वस्तेन मे लुप्यते निः इत्यनेन निजन्तप्रसङ्गे इडागमः सन्नपि नेरनिति इत्यनेन निलोपः कथमिति अग्रे उच्यते। तथा नित्य नित्यश्चायमिति अयं चिन्वत् चिन्वति निन् त्व चिन्वति निन् निन्त्य कृतो कृतेऽपि वलादिलक्षण इति प्राप्नोति अकृते अपि न यं वलादित्वम् अपेक्षते अस्मिन् तु कृते वलादिरक्षणं इयन् प्राप्नोति तस्मात् वल्लिमित्त इदनित्यः विघातः इत्यनेन निमित्तभावाप्रवृत्तिः सोऽस्यास्यति विघाति अहं नागतवती महोदय किञ्चित् क्लिष्टकरमस्ति मम अपि भ्रमः अस्ति सम्यक् मया उक्तं खलु अहमेकवारं पुनः पठामि परन्तु अत्र प्रश्नः तु प्रश्नं तु अवगच्छति खलु अत्र प्रश्नः क्रीडवलादेः इत्यस्य परत्वात् कथं न प्राप्नोति इडागमः यत् अस्ति तद् आर्धातुकस्य इड्बलादेः तेनैव सूत्रेण इडागमः किमर्थं न भवति किमर्थं नूतनसूत्रेण एव इडागमः भवति इति एकमस्ति अत्र महाभाष्यश्लोकः अस्ति चिन्वत् वृद्धिः युक् च हन्तेश्च कत्वं दीर्घश्च उक्तो यो मितां वा चिणिति तर्हि प्रथमवाक्ये चिन्वत् भावः मध्ये कानि कानि कार्याणि भवन्ति तानि तानि निहितानि सन्ति कि कानि सन्ति एकमस्ति वृद्धि चिन्वत् वृद्धिः अस्ति खलु केन सूत्रेण अचोण्ति अत उपधाया हन्तेश्च घत्वं नाम हन् धातोः घुत्वं भवति हकारस्थले घकारः भवति दीर्घश्च उक्तो यो मितां वा नाम मितां अन्तर्गणस्य दीर्घत्वं भवति इति सर्वं भवति पठितं द्वितीयवाक्यमस्ति किट् अङ्गवाक्यं किट् च असिद्धस्तेन मे लुप्यते नित्यश्च अयं वल्निमित्तः विघाति इट् च असिद्धः तेन मे लुप्यते निहि नित्यश्च अयं वल्निमित्तः विघाति इति अस्ति मे लुप्यते किम् अस्ति महोदय मे इति कुतः कुतः आगतः मे इति तदेव न अवगतं मया तदेव मे लुप्यते इति किम् कस्य भवति महालुप्यते कुत्र मा इति अस्ति वा मा नास्ति मे लुप्यते तत् कुत्रापि न तत्र मकार मे लुप्यते इति किं लिखितं पठिष्यामः अत्र सियोट्तासीषु भावकर्मणो उपदेशे अजन् हृत्शां वा चिर्वत् इट् वा इति सूत्रस्य वैशिष्ट्यम् उच्यते भाष्यकारैः यथोक्तं चिन्वद्भावेन वृद्धि युगागमः हन् धातो कुत्वं मितां वैकल्पिकः उपधा दीर्घः इति प्रथमवाक्यम् इदं सर्वं भाष्यवाक्यस्य प्रथमपङ्क्तौ द्वितीयपङ्क्तौ च इडागमप्रसङ्गः इट् चासिद्धस्तेन मे लुप्यते निः इत्यनेन निजन्तप्रसङ्गे इडागमः सन् अपि नेर्निटि इत्यनेन णिलोपः कथमिति अग्रे उच्यते तदा निश्चायम् इति अयं चिन्वद् चिन्वद् इन् नित्यः कृते अपि वलादिलक्षण इट् प्राप्नोति, अकृते अपि च हयं वलादित्वं वलादिलक्षण इन् प्राप्नोति, तस्मात् वल् चिण्वत् इट् नित्यः इति खलु तत्र चिण्वत् इट् नित्यः, चिण्वत् इट् नित्य अस्ति नाम धातु सेट् वा अनिट् वा किमपि भवेत् प्रत्ययः सेट् वा अनिट् वा सर्वदा इट् भवति. विगादः इत्यनेन निमित्ताभावप्रवृत्ति सोऽस्ति विघाति. एकवारम् अग्रे पूर्णं पूर्णं पश्यामः पठिष्यामः तदेव चर्चा कुर्मः. तर्हि रघुपतिमहोदय भवान् पठतु अत्र वलादिलक्षणे कृते. अस्तु, अत्र वलादिलक्षणे कृते इत्युक्ते यत्र आर्धधातुकस्य इड् वलादेः इत्यनेन इडागमः भवति तस्य इडागमे सत्यपि शिण्वत्पक्षे इडागमः पुनः भवति विपरीतत्वेन नास्ति. अतः चिन्वद्भावस्य इडागमः नित्यः. यदि विपरी तत्र आर्धस्क इड्वलादेः इत्यनेन इडागमः भवति तस्य इडागमः भवति चेदपि चिन्वत्पक्षे इडागमः पुनः भवति. परन्तु यद् चिन्वद्भावपक्षे इडागमः भवति चेत् तद् इडागमः न भवति. किमर्थम्? आर्धातुकस्य इदानीं वलादि नास्ति. यदा चिण्वद् पक्षे इडागं भवति चेत् इदानीं प्रत्ययः वलादि नास्ति अजादि अस्ति इति कृत्वा तदा आर्धाचकीड् वलादि इत्यनेन तस्य इडागमः न भवितुमर्हति. तर्हि चिण्वद् पक्षस्य इडागमः भवति एव आर्ध इड्वलादेः भवति वा न भवति वा इति. परन्तु आर्धस्क इड्वलादेः केवलं यदा चिण्वद्भावः नास्ति चेदेव तत्र भवति. यदि चिण्वद्भावः अस्ति तदा इडागमः भवति, तदा तत्र आदयिद्वलादेः इत्यस्य इडागमः न भवितुमर्हति. अनेन कारणेन चिण्वद्भावस्य इडागमः नित्यः, न तु आर्धातुकस्य इड्वलादेः इति वा. तर्हि अत्र किञ्चित् क्लिष्टकरमस्ति, परन्तु आहत्य किमस्ति यत् चिण्वद्भावे इडागमः भवति सर्वदा भवति, नित्यमिडागमः वलादि भवेत् वलादि न भवेत् किमपि भवतु नाम इडागमः नित्यमस्ति. अनेन एव सूत्रेण इडागमः भवति. आर्धातुकस्य इड् वलादेः सूत्रेण तु न भवति इडागमः अत्र अस्मिन् पक्षे किण्वत्पक्षे इडागमः अनेन एव सूत्रेण भवति, नित्यमस्ति. आर्धातुकस्य इड् वलादेः तत्र प्रत्याहारं दृष्ट्वा वयं वक्तुं शक्नुमः यत् इडागमः भवति न वा, कुत्रचित् इडागमः भवति कुत्रचित् इडागमः न भवति इति अस्ति खलु. तर्हि इडागमः भवति अतः सर्वदा आर्धातुकस्य इड् वलादेः इति सूत्रेण एव भवति तथा नास्ति. अस्मिन् सूत्रे तु चिण्वत् भावः यत्र भवति तत्र इडागमः भवति एव अनेन एव सूत्रेण इति. महोदय, तर्हि मम अवगमनं तत् नास्ति. आर्धात्कैड् वलादे केवलं वलादि अस्ति चेदेव भवति, परन्तु चिन्वद् इति अस्ति वलादि भवतु अथवा अजादि भवतु इडागमः भवति एव इति अस्ति खलु. अतः एव न तु अनेन यथा चिन्वत् पक्षे इडाग भवति चेत् अजादि अस्ति इति इडागमः न भवति तादृशप्रसङ्गः नास्ति खलु. किमपि नास्ति नास्ति. अस्तु, मे लुप्यते किम् अस्ति इति न जानामि महोदय. मे लुप्यते मे लुप्यते इति अस्ति किमपि द्रष्टव्यं महोदय, अहमपि न जानामि. विघातः इत्यनेन निमित्त अभावात् अप्रवृत्तिः. विघातः इत्युक्ते निमित्त अभावात् अस्तु वलादित्वं नास्ति चेत् तत्र अप्रवृत्तिः भवति अस्ति. अतः तत्र नित्य अनेन एव तत्र एतत् नित्यसूत्रम् इति एव अवगन्तव्यं खलु. तत्र स्यासिसियुट् इति नित्यसूत्रमस्ति आर्धात्कैड् वलादेः अपेक्षया अतेन यत् भवति इत्येव अस्माकं तत्र निष्कर्षः वा नित्यत्वेन एव वा अनेन एव वा नित्यविडागमः भवति नित्यसूत्रमस्ति अतः कृत्वा अतः नित्यत्वेन इडागं भवति अतः नित्यसूत्रं बलवत् अस्ति इति कृत्वा पूर्वपर नित्यान्तरङ्ग अपवादानाम् उत्तरोत्तर बलिया इत्यनेन तत्र बलिया भवति वा प्रश्नः अस्ति वा कस्यापि न महोदय एतत् नित्यसूत्रमिति चिन्तयामि अतः नित्यसूत्रेण अनेन एव भवति बलवत्तं भवति इति निष्कर्षः चिन्तयामि अहमपि सम्यक् न अवगतं किमस्ति इति तत्र तर्हि अत्र किं भवति यत्र यत्र चिण्वद्भावः भवति तत्र तत्र इडागमः भवति एव तद् नित्यमस्ति तत्र अनेन एव सूत्रेण इडागमः भवति न तु आधातुकस्य इड्वलादेः सूत्रेण एतत् एकमस्ति अन्यमस्ति रात्रौ अस्तु तर्हि अत्र अत्र आर्धातुकस्य इड् वलादि इति दृष्ट्वा ओ वल् प्रत्यय वलादिप्रत्ययः नास्ति अतः इडागमः मा करोतु एतत् सर्वं मा चिन्तयतु ओके तर्हि किमपि भवतु तत्र प्रसङ्गः नास्ति चिन्तनमेव नास्ति तत्र धातुः इडोग्य अस्ति वा इति न द्रष्टव्यमेव न तर्हि अग्रे लिखितमस्ति तर्हि आर्धातुकस्य इड् वलादेः यद्यपि परसूत्रं चिण्वत्पक्षे स्य स्यूट् इत्यनेन एव इडागमः व्याकरणलोके येषां मिलित्वा प्राप्तिः तेषां नामकरणं सन्निहियोगशिष्टं सन्निहियोगशिष्टानां स्वप्राप्तिः चिण्वत्पक्षे इडागमः इत्यनेन विशिष्टबलेन आर्धातुकस्य इड् बलादिः इति सूत्रस्य प्राप्तिर्नास्ति अत्र उभयोः एक एव कार्यमस्ति यत्र इडागमः प्राप्ति परन्तु अत्र अस्मिन् सूत्रे अनेन सूत्रेण इडागमी भवति अतः विशिष्टबलेन आर्धातुकस्य इड् बलादिः इति सूत्रस्य प्रसक्तिः प्राप्तिः नास्ति अस्तु अत्र अत्र सर्वत्र इडागमः भवति महोदय इति आमां विकल्पेन भवति एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे आर्ध इड्वलादेः सूत्रस्य एन एव भवति यदि विकल्पः खलु अन्यस्मिन् पक्षे यदि भवति चेत् भवति न तर्हि अग्रे उदाहरणानि इडागमः सर्वत्र भवति इति अवगच्छामि चिण्वत्पक्षे चिन् न कुर्मश्चेत् तत्र तु सामान्यकार्यमेव भवति इड्वलादेः इति सूत्रम् पठामि वा यस्मिन् यस्मिन् पक्षे चिन्वत् भावः न भवति धातुः सेट् अपि च प्रत्ययः वलादिः इति चेत् आर्धधातुकस्य इद्वलादेः इत्यनेन इडागमो विधीयते यस्मिन् पक्षे चिन्नद्भावः नास्ति चेत् अपि आर्धधातुकस्य इद् बलादेः इति सूत्रेण इदागमः विहितः एव सूत्रपठनं पठनीयं वा आर्धधातुकस्य इद् बलादेवलम् अन्तिमवाक्यम् आर्धधातुकस्य इद् बलादेः आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः चेत् अस्ति चेत् तस्य इदागमो भवति अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इद् अङ्गं वलादेः चेत् आर्धधातुकप्रत्यय इद् भवति इति इदागमो भवति इति सत्यं तर्हि आधातुकस्य ईड् वलादेः तु सामान्यसूत्रं तत्र अङ्गमस्ति तदस्य तस्मात् अनन्तरं वलादि प्रत्ययः आधातुकप्रत्ययः अस्ति चेत् तस्य प्रत्ययस्य विरागमः भवति इति सर्वेषां चिन्वद्भावः विकल्पेन भवति अतः सर्वेषाम् अजन्तधातूनां भावकर्मणयोः रूपद्वयं भवति हन् गृह दृश इत्येषामपि भावकर्मणयोः रूपद्वयं भवति अतः इव अजन्तधातूनां सर्वत्र रूपद्वयं भवति विकल्पेन अपि च केवलम् अधिधातु अपि च हन् ग्रह दृश् धातुः उच्यते अपि हन् ग्रह दृश् अजन्त अजन्त अजन्तदातवः आकारान्तदातवः चिन्वद्भावस्य पक्षे आतो युक् चिन् कृतोः इत्यनेन युक् आगमः पायोगः लृट् पास् पायोः स्य स्यते स्य सित् सियु तासिषु भावकर्मण्योः उपदेशे अजन् ग्रहन् दृशान् वा चिन्वित् स इत्यनेन स्य प्रत्ययस्य नित्वत् भावः इदागमः च पायोगः इ योगः स्य चिन्वद्भावः अस्ति चेत् इदागमः भवति आदेशे प्रत्ययोः इत्यनेन षत्वं पा योगः इष्यते अतो युक् चिन् कृतोः इत्यनेन आकारान्तधातूनां युक् आगमः भवति चिन् प्रत्यये परे निति निति कृत् प्रत्यये परे च पायोगः युक् योगः इष्यते उकार कार कारयोः इत् संज्ञा ककारयोः इत् संज्ञा पायोगः ययोगः इष्यते पायिष्यते चिन्वद्भावः न भवति यदि चिन्वद्भावः भवति चेत् पायोगः इ चिन्वद्भावः भवति चेत् इकार इडागमः भवति अतः पायिष्यते पायिष्यते भवति खलु किं महोदय युक् आगमः भवति यकारस्य आगमः भवति किं कृतोः इत्यनेन अतः पाय् योगयिष्यते पायिष्यते इति भवति इति खलु अत्र इदागम एव भवति अतो युक् इत्यनेन यकारः न भवति यत्र आकारान्त अङ्गस्य युग आगमः भवति चिन् कृतोः चिन् कृतोः इत्यनेन युक् भवति पायिष्यते पायिष्यते इति भवति द्वौ रूपम् प्रश्नः अस्ति वा? न महोदय। तर्हि पश्यतु, का धातुः अस्ति खलु, आकारान्तधातुः अत्र तावत् आकारान्तधातुः भवति कायोगं घट् कायोगं भावस्य तत्र इडागमः भवति, तर्हि सा योगः प्रत्ययस्य इडागमः भवति, प्रत्ययः अस्ति इष्यते, तर्हि इष्यते इष्यते इति भवति, तर्हि सा योगः इयोगः स्यते, तर्हि षत्वं भवति सा योगः इत्यत्र। तदनन्तरम् आतो युक् किं कृतो इति अत्र पश्यन् खलु, आकारान्त अङ्गानां कृते युक् आगमः भवति तिन् प्रसङ्गे, तर्हि पायोगः वि योगः इष्यते। ओके, तदनन्तरं किं भवति? युक् मध्ये केवल यकार एव तिष्ठति, पायोगः यकारयोगः इकारयोगः तत् पायिष्यति। यदि पिण्वद्भावः नास्ति तर्हि किं भवति? पायोगः स्यते। अत्र इडागमः भवति वा न भवति? तर्हि पा धातुः अनिट् अस्ति, अतः इडागमः भवति तेरपि सूत्रेण, तर्हि पात्यते इति रूपं पास्यते खलु। तर्हि यत्र चिन्वत् पक्षः नास्ति तत्र पाठ्यते, तत्र किं पायुष्यते पाठ्यते। ओके, रूपद्वयं तथैव लृङ्लकारमध्ये अपि अपायिष्यत् अपाच्यत, लृट् लकारे पायिता पायिता तत्र अपि पायिता एव भवति खलु, न पायिता अपि च पाता इति भवति खलु, आशीर्लिङ्गे पायिशिष्ट लुङ्लकार अग्रे पठिष्यामः, यत्र लुङ्लकारस्य पाठः भविष्यति तत्र पठिष्यामः। अस्तु, तर्हि एकवारम् एतत् सर्वं पुनः पठन्तु, तत्र किञ्चित् तत्र क्लिष्टकरमस्ति, यत्र रूपद्वयमस्ति खलु सर्वत्र, तत्र किञ्चित् क्लिष्टकरमस्ति, परन्तु एकवारं यत् अस्माभिः पठितमस्य तदेकवारं पुनः पठतु कार्यरूपेण, यत् चिन्वद्भागः किमस्ति, चिन्वद्भागे कार्याणि कानि कानि भवन्ति इति। अस्तु, अस्तु, तर्हि अद्य विरमामः, प्रश्नाः सन्ति चेत् पत्रं प्रेषयतु। अस्तु अस्तु महोदय, तत्र महोदय अत्र मे इति किम् अस्ति इति पुनः पठामः महोदय, तत्र किम् पुनः तत्र महाभाष्ये श्लोकः किं वदति एकवारं पुनः पठिष्यामि। धन्यवादः धन्यवादः।